अस्तु, नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतवर्गे वयम् अष्टाध्यायाः परिचयः इति भागस्य प्रथमकरपत्रं सार्वधातुकलकारः आर्धधातुकलकारः च इति पाठस्य आरम्भं कृतवन्तः. तत्र वयं पञ्चमबिन्दुपर्यन्तं पठितवन्तः. तत्र पुनःस्मरणं किञ्चित् कृत्वा अग्रे सरामः अद्य. तत्र वयं तु जानीमः एव दशलकाराः सन्ति इति. तत्र तस्य विभजनं सार्वधातुकलकाराः आर्धधातुकलकाराः इति विभजनं तु मातृभिः, पुष्पादीक्षितमातृभिः कृतम् अस्ति. तदहं स्पष्टीकरोमि इदानीम्. एतत् पाणिनिना न कृतम्, एतत्तु मातृभिः पुष्पादीक्षितैः एव कृतं, सार्वधातुकलकाराः आर्धधातुकलकाराः इति लकारस्य विभजनं मातृभिः एव कृतम् अस्ति. किमर्थं कृतवती एतादृशविभजनम्? एतादृशव्यवस्थायाः का लाभः इति वयम् अग्रे पश्यामः. अस्तु, तत्र सार्वधातुकलकारे लट्, लोट्, विधिलिङ्, लङ् इति लकाराः सार्वधातुकलकारे आगच्छति. अवशिष्ट षट् लकाराः तु आर्धधातुकलकाराः इत्यस्मिन् संज्ञा प्राप्नोति इति तत्र आगच्छति. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते, धातुः, विकरणप्रत्ययः, तिङ् प्रत्ययः. उदाहरणरूपेण यदा वयं पट् इति धातुः स्वीकुर्मः चेत् तत्र पट् इति धातुः, शप् इति विकरणप्रत्ययः, ति इति तिङ् प्रत्ययः इति भागत्रयं सार्वधातुकलकारेषु भवति. सर्वदा भवति धातु तिङ् प्रत्ययोः मध्ये सर्वदा सार्वधातुकलकारेषु विकरणप्रत्ययः आगच्छति. सार्वधातुकलकारस्य लक्षणम् एतत्, तद् मनसि भवेत्. आर्धधातुकलकारे किं भवेत् इति वयम् अग्रे पश्यामः. अद्य एव पश्यामः, परन्तु अग्रे पश्यामः. अनन्तरं वयं मूलतिङ् प्रत्ययाः दृष्टवन्तः. नव परस्मैपदि, नव आत्मनेपदि प्रत्ययाः सन्ति, येन मूलप्रत्ययेन वयं दशलकाराणां सिद्धप्रत्ययाः साधयामः. अनन्तरमेव वयं क्रियापद रूपाणां निष्पादयितुं शक्नुमः. अतः एतदेव मूलप्रत्ययः, अष्टादश मूलप्रत्ययः, तिप्तस्ति इति वयं यद् दृष्टवन्तः. चतुर्थबिन्दुः आसीत् अधिकारसूत्रत्रयं. धातोः इति प्रथम अधिकारसूत्रं वयं दृष्टवन्तः तृतीय अध्यायस्य प्रथमपादे एकनवतितमसूत्रम्. अनन्तरं प्रत्ययः इति अधिकारसूत्रमस्ति, संज्ञासूत्रम् अपि अस्ति. संज्ञा अधिकारसूत्रम् अस्ति प्रत्ययः, तृतीय अध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति. परश्च इति अपि अधिकारसूत्रमस्ति, परिभाषासूत्रम् अपि अस्ति. परिभाषासूत्रं किमर्थम् इत्युक्ते प्रत्ययः कुत्र आगच्छति इति एव एतत् सूत्रं वदति. अतः एतत् अधिकारपरिभाषासूत्रम् इति तस्य नामकरणम् अस्ति. अतः अधिकारसूत्रत्रयं धातोः, प्रत्ययः, परश्च इति सूत्रत्रयं. धातोः अनन्तरं विकरणम् आगच्छति, अतः एव तस्य नाम विकरणप्रत्ययः. परश्च इति सूत्रेण वयम् अवगन्तुं शक्नुमः कुत्र प्रत्ययः आगच्छति. धातोः परः, अतः प्रत्ययः इति नामकरणम्. प्रथमं धातुः अस्ति यदा पट्, तस्मात् एव प्रत्ययः विधीयते. शप् इति विकरणप्रत्ययः आगच्छति इति वयं दृष्टवन्तः. अनन्तरम् अङ्गम् इति विषये अपि वयं किञ्चित् अधीतवन्तः. तत्र यदा भूयोगः शप् योगः ति इति स्थितिः अस्ति चेत् तत्र शपं निमित्तीकृत्य अङ्गमस्ति भू. तस्य नाम भू इत्यस्य नाम धातुरूपी अङ्गम्. किमर्थं? भू इति धातुः अस्ति, अङ्गमपि अस्ति, अतः तस्य नाम अस्ति धातुरूपी अङ्गम् इति. इदानीं किं भवति? शपः कारणेन, शप् इति कारणेन भू इत्यस्य गुणः भवति. शप् इत् अस्ति, शकारः षित् अस्ति, अतः तत्र गुणस्य अवसरः अस्ति, तत्र गुणः भवति. गुणः भूत्वा भो योगः अयोगः ति, अनन्तरं भव योगः ति इति भवति. इदानीं ति इत्यस्य भागं, ति इत्यस्य तिङ् प्रत्ययः निमित्तीकृत्य तत्र भव इति अङ्गम्. अतः एव वयं वदामि शप् वदामः शप् निमित्तीकृत्य अङ्गकार्यं, शप् निमित्तीकृत्य अङ्गकार्यं तु गुणः तद्भवति इति. अनन्तरं तिङ् प्रत्ययस्य निमित्तिक अङ्गमस्ति यदा अहम् उक्तवती भव इति अङ्गं प्राप्नोति, तदेव अङ्गम्. अङ्गस्य विषये एतावता कोऽपि प्रश्नः अस्ति वा? स्पष्टम् आसीत् वा? अस्तु, अग्रे सरामः. अहं भगिनि किञ्चित् विवरणं ज्ञातुम् इच्छामि. विधिसूत्रम्, एतत् विधिसूत्रम्, एतत् परिभाषासूत्रम् इति कथं जानीमः? विधिसूत्रम् इत्युक्ते अत्र किमपि कार्यं भवति, यदा आदेशः, आगमः, लोपकार्यं वा भवति चेत् तत् विधिसूत्रम्. परिभाषासूत्रं तत्र स्वयं किमपि कार्यं न करोति, परिभाषासूत्रं सहायरूपेण आगच्छति. सहायरूपेण आगत्य विधिसूत्रे आगत्य तत्र कार्यं करोतु, एतादृशं कार्यं करोतु इति वदति, तदेव परिभाषासूत्रम्. संज्ञासूत्रं तु केवलं नामकरणं, तत्र किमपि तस्य विधिः किमपि न भवति, केवलं नामकरणमेव भवति. स्पष्टं वा? धन्यवादः भगिनि. आम्, इदानीं षष्टमबिन्दुः पठामः. अनन्तरम् अहं तु गतसप्ताहे किञ्चित् गृहकार्यं प्रेषितवती, केचन कृतवन्तः, केचन न. ये न कृतवन्तः कृपया पूरयित्वा मह्यं प्रेषयतु ईमेल् रूपेण. अद्यापि किञ्चित् प्रेषयामि. अस्तु, अस्तु, षष्टमबिन्दु आरभ्य पठामः. विजया भगिनी, भवती एव पठतु भगिनि. आं भगिनि, षष्टमबिन्दुः तिबादीन्, तिबादीन् निमित्तीकृत्य धातु विकरणयोः मेलनेन यत् अङ्गं निष्पद्यते तस्य अन्तिमः वर्णः अकारः अस्ति चेत् अङ्गम् अदन्तम् इति उच्यते. अत् इत्युक्ते ह्रस्वः अकारः, तपरस्तत्तालस्य इति सूत्रेण तकारे परे सति प्राक् यः स्वरः तस्य एव तालस्य सङ्केतः. अत् योगः अन्तम् इत्युक्ते अदन्तम्. धातु विकर्णयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनदन्तम् इति उच्यते. तत्र स्पष्टतया एव दत्तवन्तः अङ्गस्य अन्ते अकारः, ह्रस्व अकारः आगच्छति चेत् तत्र अदन्तम् इति उच्यते. एतत् तपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक् यः स्वरः तस्य कालम् अनुसृत्य आगच्छति. अत् योगः अन्तम् इत्युक्ते अदन्तम् इति आगच्छति. यत्र अन्तिमवर्णः अकारः नास्ति चेत् विकर्ण धातु विकर्णप्रत्ययोः मेलनेन एव तत्र धातुः आगच्छति. सिङ्ग् इति कार्यं तत्र कृत्वा तत्र आगच्छति. अत्र अन्तिमवर्णस्य अङ्गस्य अन्तिमवर्णस्य अङ्गम् इति पूर्वमेव वयं दृष्टवन्तः. शब्दस्य प्रत्ययात् प्राक् यः भागः अस्ति एतदेव अङ्गम् इति पूर्वमेव वयं दृष्टवन्तः. तत्र अकारः अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् एतदेव अनदन्तम् इति उच्यते. एतदेव तत्र भगिनि. आम् उत्तमं भगिनि. तत्र तपरस्तत्कालस्य इति सूत्रं कीदृशसूत्रं, विधि वा, परिभाषा वा, संज्ञा वा, अन्यत् किमपि वा? भवत्या तत्रैव उक्तं, तत्र सहायं सहायेन कार्यं करोति खलु, अतः परिभाषासूत्रम् इति अहं मन्ये. आम् उत्तमं भगिनि, परिभाषासूत्रमेव. आम् धन्यवादः. आम् अस्तु. तत्र तपरस्तत्कालस्य इति परिचितसूत्रमेव वयं दृष्टवन्तः. तकारात् परः वर्णः, तकारः यस्मात् परः अस्ति सः वर्णः तपरकरणं भवति इति वयं दृष्टवन्तः. अत्र एतद् मुख्यबिन्दुः अस्ति, अदन्तम् अङ्गम् इति मुख्यबिन्दुः अस्ति. तत्र यस्य अन्तिमभागः, अङ्गस्य अन्तिमभागः अदन्तं भवेत् इत्युक्ते धातुः अनन्तरं विकरणप्रत्ययस्य योजना अनन्तरं भागः यद् आगच्छति तदेव तस्य अन्तिमवर्णः. यदा भव इति, इदानीं भव योगः ति, अत्र अन्तिमवर्णः अकारः, ह्रस्व अकारः अस्ति चेत् तत् अदन्तम् अङ्गम् इति तस्य नामकरणम् अस्ति. अस्तु, रघुपतिमहोदय. महोदय, अदन्तं शप् निमित्तं कृत्य किमपि नास्ति, अङ्ग नास्ति वा? आं, शप् निमित्तं कृत्य एव. आम्, शप् निमित्तं कृत्य एव तत्र गुणः भवति किल. न न, अदन्तम् अथवा अनन्तम् अनदन्तम् इति यदा शप् विकरणप्रत्यये योजना परमेव वयं वक्तुं शक्नुमः एतत् अदन्तं या अनदन्तम् इति. आम् आम् आम् आं महोदय. आम्, विकरणप्रत्ययः निमित्तिक एव अङ्गं भवति, परन्तु यदा विकरणप्रत्यये योजयामः तदनन्तरमेव वक्तुं शक्नुमः. तत् स्पष्टं किल? अस्तु, पठतु महोदय. धातूनां दशगणाः सन्ति इति तु ज्ञातम्. दशधातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारेण. येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते. प्रथमगणसमूहः भवादिगण, दिवादिगण, तुदादिगण, चुरादिगणः. द्वितीयगणसमूहः अदादिगणः, ज्योत्यादिगणः, स्वादिगणः, रुदादिगणः, तनादिगणः, क्रयादिगणः. धातूनां दशगणाः सन्ति. दशगुणाः पुनः द्विविधा अस्ति अङ्गस्य अन्तिमवर्णस्य अनुसारेण. ये गणाः सन्ति, ये धातवः सन्ति, तेषाम् अङ्गः अदन्तः अस्ति, अदन्तः भवति, ते प्रथमगणे प्रथमगणसमूहे वर्तन्ते. प्रथमगणसमूहे के सन्ति चेत् भवादिगणः अस्ति, भवादि, दिवादि, तुदादि, चुरादिगणः. अनदन्त ये येषां अन्तिमवर्ण येषाम् अङ्गस्य अङ्गानाम् अन्तिमवर्ण अत् नास्ति, ते अनदन्ता अस्ति, अनदन्ता ओके. ते द्वितीयगणसमूहे वर्तन्ते, आदादिगण, चुहोत्यादिगण, स्वादिगण, रुदादिगण, तनादिगण, क्रयादिगण इति दत्तमस्ति. आम् उत्तमम्. अन्तिमवर्णः अकारः, ह्रस्व अकारः अस्ति चेत् प्रथमगणसमूहे अस्ति, ह्रस्व अकारः अन्तिम अङ्गस्य अन्तिमवर्णः नास्ति चेत् अनदन्तम् अङ्गम् तत्र द्वितीयगणसमूहे तत् स्थापिता माता पुष्पादीक्षितैः स्थापिता तत्र द्वितीयगणसमूहे प्रथमगणसमूहे द्वितीयगणसमूहे इति विभजनं कृता मातृभिः अस्तु तत्र आम् प्रथमद्वितीय एतत् पुष्पदीक्षितयाः एव कृतम् आम् तयाः एव कृतम् अतः यदा सिद्धान्तकौमुदी वा लघुसिद्धान्तकौमुदी तत्र अन्वेषणं कृत्वा पश्यति चेत् तत्र एतद् न लभते यदा सार्वधातुकलकाराः आर्धधातुकलकाराः इति उक्तवती तादृशमेव एतत् अदन्तम् अनदन्तम् इति विभजनमपि मातृभिः एव कृतम् अस्तु तत्र उदाहरणं किञ्चित् वदामि तत्र यदा भुवादिगणे अहं दृष्टवन्तः यदा भव इति वयं बहुवारं दृष्टवन्तः अतः पट इति धातुः स्वीकुर्मः पट् इति धातुः तत्र अङ्गं किम् अस्ति महोदय वदति वा पट् इति धातोः अङ्गं पट् योग शप् पठ अङ्गमदन्तं वा अदन्तम् अङ्गं पठ उत्तमम् उत्तमम् इदानीम् अस् इति धातुः अदादिगणीयधातुः अस् इति अस्माकं परिचितधातुः एव अस्ति इति रूपम् आगच्छति किल तत् अदन्तं वा अनदन्तं वा अस् अनदन्तम् अस्ति अकारः नास्ति अतः आम् अतः द्वितीयगणसमूहे आगच्छति द्वितीयगणसमूहे धा इति धातु वदतु धातुः अस एव न न अस् अस एव अस असर्भूवि आम् आम् आम् भगिनि अस एव न अस् अस् इति नास्ति इति वदति वा आम् भगिनि अस एव तत्र अकारान्तः एव तत्र हलन्तरूपेण न अस एव आम् आम् तत्तु धातुः अनन्तरं तस्य अकारस्य लोपः केन सूत्रेण भवति इत्संज्ञा हलन्त्यं तस्य लोपः इति सूत्रेण आगच्छति सकारस्य लोपः भवति वा सकारस्य लोपः हलन्त्यम् इति भगिनी सूत्रे अस इति धातु न न न भूसत्तायाम् इति धातुः आगच्छति खलु भगिनि तद् भिन्नं भगिनि भूसत्तायां धातुः भिन्नम् अहं किं वदामि इत्युक्ते अहं भूसत्तायाम् अनन्तरं वृ धातु एतत् इति आगच्छति अत्र अस भुवि एव अस भुवि इति आं सम्यक् भगिनि अस् इति कथं भवति इति प्रक्रिया अहं पृच्छामि अस भुवि सम्यक् अस् न भवति वा अस् न भवति अस एव अनन्तरम् सम्यक् उपदेश अवस्थायाम् अस इति भवति वदति अहम् इदानीं पृच्छामि अस इति सम्यक् उत्तमम् अस एव मूलधातुः सम्यक् इदानीम् अस इति धातुः अस् इति कथं भवति इति अहं पृच्छामि प्रश्नः तत्र अकारस्य इत्संज्ञा भवति अकारस्य इत्संज्ञा भवति केन सूत्रेण अन्य कोऽपि वदति भवति किल अस् योगः ति अस्ति इति रूपम् आगच्छति सम्यक् एव अवगच्छति वा अस्तु धन्यवादः उत्तमम् उत्तमम् अस्तु रघुपतिमहोदय धा इति धातुः ददाति इति आगच्छति किल तत्र तत् अदन्तं वा अनदन्तं वा अनदन्तं दीर्घकार अस्ति अतः अनदन्तम् अस्ति आम् उत्तमं महोदय धन्यवादः राजेन्द्रमहोदय भवान् वदति वा नृत् इति दिवादिगणीयधातुः नृत्य इति अङ्गम् अदन्तं वा अनदन्तं वा अनदन्त नृत्य तत्र अदन्तम् अङ्गम् अस्ति. अदन्तम् अङ्गम् अतः दिवादिगण अपि प्रथमगणसमूहे अस्ति. अनन्तरं आप् इति धातुः स्वादिगणीयधातुः. आप्नु इति अङ्गम् आप्नु इति अङ्गम् अदन्तं वा अनदन्तं वा मां पृच्छति वा भगिनि? आम् महोदय. अनदन्तम् अङ्गं क्षम्यताम्. अनदन्तम् अङ्गं सम्यक्. लिख् इति धातुः महोदय, तुदादिगणीयधातुः. लिख इति अङ्गं लेख, तत्तु अदन्तम् अङ्गम्. अदन्तम् अतः तुदादिगण अपि प्रथमगणसमूहे अस्ति. धन्यवादः महोदय. माला भगिनी, भगिनी अस्ति वा? क्षम्यतां, म्यूट् मध्ये आसम्. नास्ति चिन्ता. इदानीं रुद् इति धातुः, तस्य अङ्गं भवति रुन्द् इति भवति, रुदादिगणीयधातुः. रुणद्धि इति रूपम् आगच्छति. रुन्द् इति धातुः अदन्तं वा अनदन्तं वा? अनदन्तं भवति यतोहि अत्र लिखितम् अस्ति द्वितीयगणसमूहः रुदादिगणे अनदन्तधातुः. परन्तु मम प्रश्नः अस्ति, रुदादिगणे न इति आगच्छति खलु, तर्हि तत्र अकारः श्रूयते खलु? कुत्र आगच्छति न? विकर्णप्रत्ययः न, कुत्र आगच्छति? अन्ते आगच्छति वा मध्ये आगच्छति वा? मध्ये आगच्छति. तत्र किमपि बाधा न भवति किल भगिनि? अन्ते तु ध एव अस्ति, दकारः द् दकारः एव अस्ति. प्रथमं धातु किम् उक्तवती भगिनि? रुद् तत्र रुदादि योगः श्नम्. तत्र अवशिष्टः न, शकारमकारस्य लोपः न भवति. रुद् योग न कथं भवति? रुणद्. रुणद्धि इति रूपं, तत्र किमपि सन्धिकार्यमस्ति, रुणद्धि इति आगच्छति. मध्ये एव आगच्छति किल, अतः तत्र तस्य प्रभावः किमपि नास्ति. अन्ते आगच्छति चेत् यदा भवती उक्तवती सम्यक् एव, अकारः अस्ति इति, मध्ये एव आगच्छति किल. अनन्तरं एतदपि वदतु भगिनि, तनु इति, तनुविस्तारे इति धातुः, तनादिगणीयधातुः, तनुते इति रूपम्. तदपि अनदन्तम्. अनदन्तम्. सम्यक्, धन्यवादः. अमित्राव् महोदय. रघुपति वदतु महोदय. भवती उक्तवती ऋणद् इति, कथं भवति अनदन्तम् इति? अस्तु, तत्र रुद् इति एव धातुः, रुद् इति धातु, तत्र श्नम् इति विकरणप्रत्ययः. तत्र न एव दन्त्यनकारः एव अवशिष्यते शकारमकारयोः लोपानन्तरं. तद् न धातोः मध्ये आगच्छति, अन्ते न. तदेव वैशिष्ट्यं. तत्र किमपि तत्र केचन सूत्राः सन्ति, मकारः अस्ति अन्ते, अतः कारणेन अस्मिन् एव गणे, रुदादिगणे एव धातोः मध्ये विकरणप्रत्ययः आगच्छति. मकारः एव सूचयति इति अहम् उक्तवती किल, यदा वयम् इदितोनुं धातुः विषये दृष्टवन्तः. तादृशम् अत्रापि मकारः सूचयति कुत्र भवति नकारः इति. सम्यक् मित् अस्ति, अतः मध्ये आगच्छति. अतः अन्तिमवर्णः कः? दकारः एव किल, तत्तु अनदन्तम्. अवगतं किल? अस्तु, उत्तमम्. अमित्रा महोदय, क्रयादिगणीयधातुः पुना इति अङ्गं दीर्घा श्ना इति विकरणप्रत्ययः, पुनाति इति रूपम् आगच्छति. दीर्घ अकार अस्ति अतः अनदन्तम्. उत्तमम्. अनन्तरं द्वितीयगणः, आम् सम्यक्. अनन्तरं चुरादिगणीयधातुः खत् यो खत् इति धातुः चुरादिगणे अस्ति, अतः णिच् योगः शप् इति भूत्वा कथय इति अङ्गम् आगच्छति. कथय इत्युक्ते इकारस्य अकार उत्तरवर्ती अस्ति, तर्हि अदन्तम् अस्ति, प्रथमगणसमये अस्ति. उत्तमं, तावदेव. तत्र अतः तत्र प्रथमगणसमूहे उवादिगण, दिवादिगण, तुदादिगण, चुरादिगण, 1, 4, 6, 10 इति मनसि अस्ति चेत् सम्यक् भवति. अनन्तरं द्वितीयगणसमूहे अवशिष्ट गणाः तत्र आगच्छति. वयम् अस्माकं पाठ्यक्रमः कथं भवति इत्युक्ते, वयं प्रथमं 1, 4, 6, 10 एव पठामः, इत्युक्ते अदन्तम् अङ्गमेव पठामः, अनन्तरमेव अनदन्तम् अङ्गं पठामः. किमर्थम् इत्युक्ते अदन्तम् अङ्गं तत्र प्रक्रिया निष्पन्नं समानं भवति, सूत्राणाम् अपि धातुः निष्पन्नमपि समानरीत्या आगच्छति, अतः प्रथमम् अदन्तं कुर्मः, अनदन्तं तत् समानं भवति, अतः अनदन्तम् अनन्तरं कुर्मः. तदेव अस्माकं पाठक्रमः. भुवादिगणदिवादिगणे तत्र धातोः निष्पादनविधिः, क्षम्यतां, क्रियापदस्य निष्पादनविधिः समानं भवति. इत्युक्ते सूत्राणां प्रक्रिया इति वदामः किल, तदेव, तत् समानं भवति. कार्यम् इति अपि वदामः. प्रिया भगिनी पठति वा? आं भगिनि. दशलकाराः अपि गणद्वये विभक्ताः, सार्वधातुकलकाराः, आर्धधातुकलकाराः च. तयोः भेदः कः? क्रियापदस्य निर्माणक्रमे अस्माकं विवक्षानुगुणं धातुः अनीयते, यथा वद् इति धातुः, तदा पुनः विवक्षानुगुणं लकारः अनीयते, यथा लट् लकारः. वद् योगः लट् परं लाटः स्थाने, लटः स्थाने एव मुद्रणदोषः, परं लटः स्थाने तिबादयः आनीयन्ते यथेच्छं, यथा प्रथमपुरुष एकवचने तिप्. पकारस्य इप् संज्ञा लोपश्च ति अवशिष्यते, वद् योगः ति. अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वद् ति इत्यनयोः सम्बन्धः अस्ति. स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति. अत्र वदामः यत् बद् धातुना ति प्रत्ययः दृश्यते, दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति. येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातूना सार्वधातुक तिङ्प्रत्ययः दृश्यते, अपि च सः तिङ्प्रत्ययः कर्त्रर्थे अस्ति. तत्र सः लकारः सार्वधातुकलकारः इति उच्यते. क्रियापदस्य निर्माणक्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत् सः लकारः आर्धधातुकलकारः. लकारः दशलकारः अस्ति. तत्र मातृभ्य द्विभजनं कृतवती सार्वधातुकलकारः आर्धधातुकलकारः इति. तन्मध्ये कः भेदः इति दत्तमस्ति. क्रियापदस्य निर्माणं समये सर्वप्रथमं धातुः एव आनीयते. उदाहरणार्थं वद् धातु इति अस्ति चेत् वद् धातोः लट् लकारः पश्यामः. वद् योगः लट् लट् इत्यस्य प्रत्ययः अस्ति थि. वद् योगः थि अस्ति वदति. वद् अङ्गम् इति वदामः वा? वद् एक अङ्गम् इति अङ्गमिति धातुरूपी अङ्गम् आम्. तयोः मध्ये अन्य किमपि प्रत्ययः नास्ति. यत्र एतादृशं द्वयोः अङ्गोः मध्ये किमपि प्रत्ययः नास्ति सः सार्वधातुकः तिङ् प्रत्ययः इति वदामः. सम्यक् वा मम चिन्तनम्? आम् आम् वदतु भगिनि, अहं वदामि अनन्तरम्. साक्षात् दृश्यते इत्युक्ते भवती अवगच्छति वा किम् इति? न अवगतं भगिनि, किञ्चित् सहायं करोतु. आम् अस्तु. तत्र यदा भवती एव उक्तवती विवक्षानुगुणं वयं प्रथमं धातुः आनयामः. वद् योगः लट्लकारविवक्षा इति इदानीमपि किमपि वर्तमानकालस्य विवक्षा इत्युक्ते लट्लकारः आगच्छति. वद् योगः लट्. इदानीम् अनन्तरं किं भवति? अस्माकं विवक्षा प्रथमपुरुष एकवचनम् इत्युक्ते तिप् इति आगच्छति. वद् योगः लट् इत्यस्य स्थाने ति आगच्छति. वद् योगः ति इति द्वितीयसोपानम् अस्ति. अत्र इदानीं वद् इति भगिनि किञ्चित् म्यूट् करोति वा? प्रतिध्वनिः आगच्छति. क्षम्यतां, धन्यवादः. इदानीं किं भवति? यदा वद् योगः ति इति आगच्छति चेत् तत्र वद् इति धातुः साक्षात् तिङ् प्रत्ययं पश्यति. साक्षात् दृश्यते इत्युक्ते साक्षात् पश्यति, किमपि मध्ये नास्ति, इदानीं नास्ति, सम्पर्कः अस्ति. वद् अनन्तरं तिङ् प्रत्ययोः सम्पर्कः अस्ति. अनन्तरम् एव तिङ् प्रत्ययनिमित्तीकृत्य तत्र गणम् अनुसृत्य शप् इति विकरणप्रत्ययः अनन्तरमेव आगच्छति. प्रथमं वद् योगः ति. वद् इति धातुः पश्यति, अत्र तिङ् एव प्रत्ययः, मम पार्श्वे तिङ् इति प्रत्ययः अस्ति, मध्ये किमपि अन्यप्रत्ययः नास्ति, सम्पर्कः अस्ति, आवयोः मध्ये सम्पर्कः अस्ति इति पश्यति. अनन्तरम् एव कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इति सूत्रेण शप् आगच्छति. अस्तु, अतः एव तत्र यदा मध्ये किमपि तत्र बाधा नास्ति, धातुः प्रत्ययं साक्षात् पश्यति चेत् सार्वधातुकलकाराः, यत्र लट् लोट् लङ् विधिलिङ् अहम् दृष्टवन्तः, सर्वत्र सदा एतादृशरूपेण एव भवति. साक्षात् दृश्यति. यदा इदानीं चिन्तयतु, अस्माकं विवक्षा इदानीं लोट् इति अस्ति, वद् योगः तु इति प्रत्ययः. इदानीमपि वद् इति प्रत्ययः तु इति, क्षम्यतां, वद् इति धातुः तु इति प्रत्ययः साक्षात् पश्यति. एतत् साक्षात् पश्यति इति यदा अहं वारं वारं वदामि, तद् किञ्चित् विश्वलैस् करोतु. विश्वलैस् करोति चेदेव तद् तस्य अवगमनं भवेत्. यदा वयं करपत्रे पश्यामः, तत्र साक्षात् दृश्यते साक्षात् न दृश्यते इति अनयोः भेदः न अवगन्तुं शक्नुमः. यदा मनसि वयं विश्वलैस् कुर्मः चेदेव तस्य अवगमनं भवेत्. यदा वद् इति धातुः आगच्छति, अनन्तरं लट् लोट् लङ् विदिलिङ् इत्यस्य एक यः कोऽपि प्रत्ययः आगच्छति, तत्र धातुः साक्षात् तत् प्रत्ययं पश्यति. मध्ये किमपि न आगच्छति, सम्पर्कः भवति चेद् एव अनन्तरम् अनन्तरं तृतीयसोपाने कर्तरि शप् इति सूत्रेण वा अन्यत् किमपि सूत्रं, यदा अन्यगणे अस्ति चेत् अन्यसूत्रेण वा विकरणप्रत्ययः मध्ये आगच्छति. यदा यदा तत्र द्वितीयसोपानम् अहम् उक्तवती किल, तत्र एव वयम् अवगन्तुं शक्नुमः एतत् तु सार्वधातुकलकारः लट् सार्वधातुकलकारे अस्ति लट् इति प्रत्ययः, अतः तत्र साक्षात् दृश्यते इति वयम् अवगन्तुं शक्नुमः. यदा न दृश्यते चेत् तत्र इत्युक्ते तत्र मध्ये किमपि बाधा आगच्छति चेत् तत् तु आर्धधातुकलकारे भवति. कथम् इति अग्रे एव उदाहरणम् अस्ति, तस्मिन् समये अवगन्तुं शक्नुमः. परन्तु एतद् अवगतं किल? सम्पर्कः इत्युक्ते किमपि मध्ये न अस्ति, व्यवधानं किमपि नास्ति, तदेव सम्पर्कम्. एकं प्रश्नः अस्ति, धातोः विकरणप्रत्ययः अनन्तरमेव तिङ् प्रत्ययः योजनीयं खलु? अत्र कर्त्रार्थे कर्त्री शप् तिङ् प्रत्ययस्य सोपानम् अनन्तरे एव आगच्छति वा? आम् आम् आम्, अस्माकं विवक्षा अस्ति. अहं पश्यामि एकः बालकः वदति इति, अहं मम इच्छा अस्ति तद्विषये वदनम् इति. अत्र प्रथमं किम् आगच्छति, धातुः वद् इति धातुः आगच्छति मनसि. अनन्तरम् इदानीमेव पश्यामि तद् बालकः वदति इति, अतः ती एव आगच्छति किल मनसि. अनन्तरमेव अहं चिन्तयामि कस्मिन् गणे एतद् धातुः अस्ति, वद ती इति योजनं सर्वं किल. अतः यदा चिन्तनस्य इति न, प्रक्रिया अपि तादृशमेव भवति. यदा धातुः स्वीकृत्य वदति इति रूपं निष्पादनीयं चेत् एतदेव प्रक्रिया. प्रथमं वद् योगः विवक्षानुगुणं लकारः. बालकः पूर्वमेव उक्तवान् अवदत् इति मम मनसि आगच्छति चेत् अवद् योगः लङ् लकारः, लङ् इति मनसि आगच्छति. प्रथमं तदेव आगच्छति लङ् लस्य इति सूत्रेण लङ्. अनन्तरं लस्य स्थाने तिप्तस्जि इति सूत्रेण प्रथमपुरुषे एकवचनं वा किमपि तद् प्रत्ययः आगच्छति. अनन्तरमेव इदानीमेव कर्त्रार्थे सार्वधातुकप्रत्ययः अस्ति परे, अतः शप् आगच्छति गणम् अनुसृत्य. यदा वद् इति धातुः भुआदिगणीयधातुः, अतः शप् इति आगच्छति. धा इति धातुः जुहोत्यादिगणीयधातुः. तत्र किं विकरणप्रत्ययः, विकरणप्रत्ययः आगत्य तत्र लुक् भवति, अतः तत्र किमपि अन्यकार्यं भवति. तादृशमेव यदा अस्माकं चिन्तनक्रमः अस्ति तादृशमेव प्रक्रिया अपि अस्ति. अवगतं वा? आम् किञ्चित् भ्रमरः अस्ति. भ्रमः प्रथमवारम् अस्ति चेत् सम्यक् एव भगिनि. आम् एतत् विकरणप्रत्यये केवलं मेलनार्थं संयोगार्थम् एव भवति, अतः मम चिन्तनं सम्यक् वा? विकरणप्रत्यये अस्ति वदयोगति, यदा वयं तस्य मध्ये द्वयोः मध्ये विकरणप्रत्यये न योजयामः चेत् तस्य संयोगः न भवति इति, अतः कारणेन वदयोगति इति साक्षात् दृश्यते इति वयं वक्तुं शक्नुमः. न न, तादृशं नास्ति. विकरणप्रत्ययः तु सर्वदा आगच्छति एव. यदा गणम् अनुसृत्य विकरणप्रत्ययः तु सर्वदा आगच्छति एव. साक्षात् दृश्यते इत्युक्ते तत्र मध्ये किमपि न आगच्छति प्रथमम्, अनन्तरमेव शप् इति विकरणप्रत्ययः आगच्छति. कथम् अनन्तरम् इति वदति? सोपानेन एव प्रक्रिया, तदेव प्रक्रिया इति वदामः भगिनि. प्रक्रिया इत्युक्ते प्रथमं लट् लकारः आगच्छति, धातुः आगच्छति, धातुः अनन्तरं लकारः, लकारम् अनुसृत्य लकारः आगच्छति. अनन्तरं तिप्तस्जि इति अस्माकं प्रत्ययः सन्ति किल, तद् लकारस्य स्थाने आगच्छति द्वितीयसोपानं. तृतीयसोपाने अनन्तरं यदा इदानीं वद्योगः ति इति अस्ति, ति इति तिप्तस्जि इत्यस्य ति अस्ति, वद् इति अस्ति, अतः भुवादिगणीयधातुः अस्ति, कर्त्रार्थे सार्वधातुकप्रत्ययः परे अस्ति, अतः शप् इति विकरणप्रत्ययः मध्ये आगच्छति. अनन्तरं यदा वयम् इदानीं पर्यन्तं दृष्टवन्तः किल सोपानं, तादृशं गच्छति. इदानीं पर्यन्तं वयं किं दृष्टवन्तः इत्युक्ते वद् योगः शप् योगः ति, तस्मात् आरभ्य दृष्टवन्तः. तस्मात् पूर्वमपि कार्यम् अस्ति इति इदानीं योजनीयम्. अस्तु भगिनि, एतद् सोपानद्वयं वा त्रयं वा तस्मात् पूर्वं भवति. भूयोगः शप् योगः ति इति वयं दृष्टवन्तः, भवति इति गुणः भवति सर्वं दृष्टवन्तः, तस्मात् पूर्वमपि कार्यम् अस्ति. ओके, अस्तु, तदेव इदानीं योजनीयं. यु हेव् टु आड् दोस् सेण्टेन्सेस्. ओके, भगिनी, अत्र विकरणप्रत्यय लकरणसन्दर्भे एव आगच्छति वा विकरणप्रत्ययः? लट् लोट् लङ् विधिलिङ्, लट् लोट् लङ् विधिलिङ्, सार्वधातुकलकारेषु एव विकरणप्रत्ययः. आर्धधातुकलकारेषु विकरणप्रत्ययः न आगच्छति. किमर्थम् इति अस्मिन् करपत्रे एव अस्ति, पठामः अद्य. अस्तु, विजया भगिनी. आं भगिनि, सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् इति अत्र कर्तरि शप् एतदेव तत्र कार्यं करोति. एतत् मध्ये सार्वधातुकलकारः मध्ये लट् लोट् लङ् विधिलिङ् इति आगच्छति, तत्र कर्तरि शप् इति एव तत्र कार्यं करोति. अनन्तरम् आर्धधातुकलकाराः लिट् लुट् लृट् आशीर्लिङ्ग् लुङ् लृङ् इति अस्ति, तत्र कर्तरि शप् कार्यं न करोति. कार्यस्य करणस्य अवसरः तत्र नास्ति. अनन्तरं पठामि वा भगिनि? आम् आम् आम्. अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ् प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति. एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः, तत्र विकरणलोपः वा इति अस्माभिः प्रथमपाठे दृष्टं. तेन विकरणभेदेन तिङन्तरूपाणि विद्यन्ते. तर्हि भिन्नगणेषु तिङन्तरूपाणि विद्यन्ते विकर्णप्रत्ययानां कारणेन. गणस्य लक्षणं प्रत्ययेन ज्ञायते. अतः अत्र अवधेयं विकर्णप्रत्ययाः यत्र आयान्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. केषु लकारेषु विकर्णप्रत्ययाः आयान्ति यत्र कर्तर्थे धातुना त्यङ्प्रत्ययः दृश्यते तत्र तत् कुत्र. सार्वधातुकलकारेषु इति आर्धधातुकलकारेषु धातुना त्यङ्प्रत्ययः न दृश्यते अतः विकर्णप्रत्ययः न आयाति. विकर्णप्रत्ययः न आयाति अतः तत्र गणभेदेन सिङ्गन्तभेदः न ज्ञायते. फलितार्थः एवं यत् सार्वधातुकलकारेषु गणीया चर्चा करणीया. आर्धधातुकलकारेषु गणीया चर्चा न अपेक्षिता. तत्र गणस्य विषयः न आयाति एव. वदति तत्र एतत् विषये स्पष्टीकरणार्थं तत्र दत्तवन्तः. तत्र धातुना तिङ्प्रत्ययः योजनेन एव तत्र धातुः आगच्छति. तर्हि तेन एव सम्पर्केन इत्युक्ते तत्र तत्र व्यवहारम् अस्ति इति कार्यम् अस्ति इति विकर्णप्रत्ययः विहितः. वयं पूर्वमेव दृष्टवन्तः भूयोगः आयोगः आ इति विकर्णप्रत्ययः अस्ति. तत्र एकैकस्य गणस्य स्वस्य पृथक् विकर्णप्रत्ययः इति अस्माभिः प्रथमपाठे दृष्टम्. तत्र पूर्वमेव वयं दृष्टवन्तः गणः इति भ्वादिगणे अदादिगणे जुहोत्यादिगणे इति आगच्छति. अनन्तरं विकर्णप्रत्ययस्य मूलरूपम् आगच्छति. अनन्तरं लट् लकारस्य किमर्थं तत्र अवशिष्यति इति वयं पूर्वमेव दृष्टवन्तः प्रथमपाठे. तेन विकर्णभेदेन तिङन्तरूपाणि भिद्यन्ते. तत्र तिङन्तमित्युक्ते सि एव तत्र तिङ्क् इति सूत्रं लट् लोट् लङ् विधिलिङ् इति एतत् विषयेण तत्र तिङन्तं भिद्यन्ते. तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकर्णप्रत्ययानां कारणेन. विकर्णप्रत्ययं लिट् आर्धधातुकमध्ये लकाराः तत्र विकर्णप्रत्ययः न दृष्टवन्तः. तथा विकर्णप्रत्ययः यत्र आयान्ति तत्र एव तिङन्तरूपम् आगच्छति. धातुः एव वयं स्वीकुर्मः. केषु लकारेषु विकर्णप्रत्ययः आयान्ति तत्र कर्तरर्थे कर्तरि शप् इति प्रयोगेन तिङन्तरूपं दृश्यते. वद धातुः वद् योगः शप् योगः ति इति आगच्छति. तत्र विकर्णप्रत्ययेन एव धातुः स्पष्टीकरणम् आगच्छति कर्तरि शप् इति प्रयोगेन. सार्वधातुकलकारेषु इति आर्धधातुकलकारेषु अधुना तिङ्प्रत्ययः न दृश्यते. किमर्थं चेत् तत्र वयं पूर्वमेव प्रथमपाठे दृष्टवन्तः विकर्णप्रत्ययः आर्धधातुकमध्ये न आगच्छति इति. फलितार्थम् एवं तत् सार्वधातुकलकारेषु गण्या चर्चा करणीयः. गण्या इत्युक्ते गणः एव. प्रथमगणः आगच्छति, द्वितीयगणः वा, तृतीयगणः वा, युगत्यादिगणः वा इति द्वित्वं भवति. एतत् सम्यक् तत्र चर्चा एव करणीया. आर्धधातुकलकारेषु गण्या चर्चा अपेक्षिता इत्युक्ते कार्यं कुत्रचित् भवति इति वयं तत्र विवक्षा अस्ति. तत्र गणस्य विषयः न आयाति एव आर्धधातुकमस्ति. एतदेव भगिनि उदाहरणमपि तत्र दत्तवन्तः. सार्वधातुकलकारः लट् वद योगः लट् तत्र वद इति धातुः लट् इति लकारः अस्ति वदयोगः ति तत्र तिङ् इत्युक्ते तिङ्गसूत्रमेव तत्र वद योगः शप् कर्तरि शप् अस्ति तत्र दशक् तत्तिदे इति सूत्रेण शकारस्य लोपः भवति हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति आ एव तिष्ठति तत्र कर्तरि शप् इति प्रयोगेन मूलकारणमस्ति तत्र सार्वधातुकस्य मूलकारणमस्ति शप् अत्र अत्र विकरणप्रत्ययमेव विधीयन्ते वद योगः वद् योगः आ एतदेव तत्र अवशिष्ट वर्णः अनन्तरं ति इति आगच्छति वद योगः आ योगः ति इति तत्र वदति इति वद् योगः आ योगः ति इति मेलनेन तत्र वदति इति रूपं निष्पन्नम् उत्तमं धन्यवादः भगिनि अस्तु तत्र यदा वयं दृष्टवन्तः पूर्वस्मिन् पुटे एव तत्र सार्वधातुकलकारेषु एव विकर्णप्रत्ययस्य चिन्तनम् आर्धधातुकलके लकारेषु यदा साक्षात् त्रिङ् प्रत्ययः न दृश्यते अत्र विकर्णप्रत्ययः न आगच्छति इति तदेव तस्य सारांशः अस्ति यत्र यदा इदानीम् उदाहरणमपि दृष्टवन्तः तत्र वद्योगः लट् इति प्रथमम् अनन्तरं तिङ् इति प्रत्ययः अनन्तरं छप् कर्तरि कति इति तिंशित् सार्वधातुकम् इति कृत्वा सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति इति कृत्वा कर्तरि शप् इति कारणेन शप् इति प्रत्ययः आगच्छति अतः वदति इति रूपम् आगच्छति इति एतत् स्पष्टम् अस्ति वा अस्तु रघुपतिमहोदय एकनिमिषः उदाहरणम् उदाहरणे सर्वधातुकलकार लट् ओके उपरितने क्रमे धातुना तिङ् प्रत्ययः ति दृश्यते वद् योग ति नाम मध्ये कापि बाधा किमपि व्यवधानं नास्ति धातुना तिङ् प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरणप्रत्ययः शप् विहितः भुवादिगणे शप् तिष्ठति अपरेषु गणेषु शपं प्रभाद्य तत्तद्गणे अन्ये विकरणप्रत्ययः आयन्ति एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम् कर्तरीशप् इत्यनेन यदा वयं वद् वदति इति उदाहरणं स्वीकुर्मः चेत् वद्योग लट् अनन्तरं वद्योग ति अस्ति वद्योग ति मध्ये साक्षात् दृश्यते अतः कर्तरि इति कारणतः तिङ्प्रत्ययः साक्षात् दृश्यते अतः एव कर्तरीशप् इति सूत्रेण मध्ये विकरणप्रत्यय आयाति विकरणप्रत्यय आयाति परन्तु यद्यपि कर्तरि शप् अस्ति अत्र वयं अस्माभिः द्रष्टव्यं विकरणप्रत्यय कस्य विकरण धातुः कस्य धातुः कस्मिन् गणे अस्ति इति अतः तत्तत् गणस्य विकरणप्रत्ययः यः विकरणप्रत्ययः विहितः तदेव आयाति मध्ये परन्तु सूत्रमस्ति सार्वधातुक कर्तरीशप् कर्तरीशप् सार्वधातुकलकारेषु एव आयाति. अतः अतः गणस्य ज्ञानम् आवश्यकम् अत्र. आम् आवश्यकम्. आम् कर्तरीशप् इति डिफाल्ट् सूत्रम् इति स्वीकरोतु. शपं प्रबाद्य गणम् अनुसृत्य भिन्नभिन्नविकरणप्रत्ययाः अपि आगन्तुं शक्नुमः. कर्तरीशप् इति डिफाल्ट् सूत्रमस्ति. यदा वयं न जानीमः वद् कस्मिन् गणे अस्ति इति, नूतन किमपि धातुः स्वीकरोति स्वीकुर्मः तत् कस्मिन् गणे अस्ति इति एव वयं न जानीमः चेत् तत्र तु क्लेशः एव. कः विकर्णप्रत्ययः इति वयं ज्ञातुं न शक्नुमः. वदति इति वयं पूर्वमेव ज्ञातवन्तः धातुः अस्ति, अतः एव तत्र किमपि क्लेशः नास्ति. वयं जानीमः वद् इति धातुः, ति इति प्रत्ययः, मध्ये अ इति श्रूयते. यदा भवति चेत् भुआदिगणे भवति वा अन्यत् अन्यगणे भवति इति, अतः एव तत्र वदति इत्यस्मिन् विषये किमपि क्लेशः नास्ति. परन्तु यदा नूतनधातुः स्वीकुर्मः चेत् तत्र किञ्चित् क्लेशः भवति. परन्तु अभ्यासेन, बहुवारम् अभ्यासं कुर्मः चेत् वयं ज्ञातुं शक्नुमः कस्मिन् गणे एतद् धातुः भवति इति वयं ज्ञातुं शक्नुमः. अस्तु शपं प्रबाद्य इत्युक्ते प्रथमं कर्तरी शप् इत्येव सर्वत्र आगच्छति. यदा धातुः स्वादिगणे अस्ति चेदपि, जुहोत्यादिगणे अस्ति चेदपि, कुत्रापि अन्यत् कुत्रापि अस्ति चेदपि प्रथमं कर्तरी शप् एव आगच्छति. तत् सूत्रं प्रबाद्य, तत् सूत्रं प्रबाद्य इदानीं गणं तु स्वादिगणः, अतः तस्मिन् गणस्य विकरणप्रत्ययः ओवर् रैड्स् इति वक्तुं शक्नुमः इति चिन्तयामि. कर्तरी शप् इति उपसर्गः, अन्य सर्वे अपवादः इति वक्तुं शक्यते. आम् आम् आम् औत्सर्गिकसूत्रमेव कर्तरी शप्, अन्यत् सर्वम् अपवादः एव. तत् प्रबाद्य आगच्छति. धन्यवादः भगिनी. तत्र व्यवधानम् इत्युक्ते किं भगिनि? व्यवधानं कुत्र अस्ति भगिनि? किमपि व्यवधानं, बाधा नास्ति, किमपि मध्ये नास्ति, बाधा नास्ति, हर्डल्. अस्तु भगिनि. सम्यक् न अवगतं कर्तरी शप् कदा आगच्छति? कर्तरी शप् धातुना न न दृश्यते इति कारणात् अथवा आम् इदानीं आम् यद् इदानीं वद्योगः ति इति स्थितिः अस्ति. अस्तु, ति इति सार्वधातुकप्रत्ययः अस्ति, कर्त्रार्थे अस्ति, कर्तरि प्रयोगे अस्ति. अस्तु, कर्तरि शप् इति आगच्छति. गणम् अपि अनुसृत्य, प्रथमं यदा अहम् उक्तवती कर्तरी शप् एव सर्वदा सर्वत्र आगच्छति. अनन्तरमेव इदानीं वद् इति धातुः भुआदिगणे नास्ति इति चिन्तयतु, अन्यत् किमपि गणे अस्ति इति चिन्तयतु, दिवादिगणे अस्ति इति चिन्तयतु, तत्र दिवादिगणीयविकरणप्रत्ययः कर्तरी शप् इति सूत्रं प्रबाद्य तत्र आगच्छति. प्रथमं कर्तरी शप् सर्वत्र आगच्छति, अनन्तरमेव तद् गणं भिन्नभिन्नगणीय विकरणप्रत्ययः आगच्छति. अवगतं वा? इदानीं वद्योगः शप् योगः ति इति आरभ्य वयं पूर्वमेव दृष्टवन्तः. इदानीं सोपानद्वयं योजितवन्तः नूतनतया पूर्वम्. वद्योगः यत्र शप् इति आगच्छति इति अवगतवान् वा? शप् इति किमर्थम् आगतम् इति अवगतवान् वा? शप् भुवादिगणे अस्ति, प्रथमगणे. अतः एव सम्यक्, तदेव अस्ति महोदय, किमपि अन्यत् नास्ति. परन्तु महोदय वद् अग्रे अस्ति, वद् योग लिट् अस्ति, तत्र दृश्यते वा? न दृश्यते वा? वद्योगः तत्र किमर्थं न दृश्यते इति आगच्छति? एतद् अवगतं किल? उत्तमं. प्रिया भगिनि, कर्तृशप् किमर्थम् आगच्छति भवती? ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अस्तु. अनन्तरं कर्त्रार्थे अस्ति. कर्त्रार्थे इत्युक्ते कर्तरीप्रयोगः, कर्त्रार्थे अस्ति. अतः कर्तरी शप् इति सूत्रेण शप् विधीयते. प्रत्ययः सर्वदा विधीयते एव, अस्तु. अतः शप् इति विकरणप्रत्ययः विधीयते. अनन्तरं वद् इति धातुः भुवादिगणे अस्ति, अतः कर्तरी शप् तावदेव तिष्ठति एव. यदा अन्यत् किमपि गणे अस्ति चेत् तत् प्रबाद्य अन्यसूत्रम् आगच्छति. अवगतं किल? आम्, अस्तु. धन्यवादः. आम्, राजेन्द्रमहोदय अग्रिमं पठति वा? आम् आं भगिनि. अर्धधातुकलकारेषु उदाहरणं पठितवन्तः वा? उपरितने क्रमे इति तत् महोदयेन इदानीं पठितम्. आम् आम् आम् आम्, सम्यक् एव. आम्, अर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं न आयाति इति यत् किञ्चित् पश्येम. अर्धधातुकलकारः लृट्, वद् योग लृट्, वद् योगस्य योग लृट्, वद् योग स्यति, वद् योग इ योग स्यति, वदिष्यति. अत्र अग्रे पठामि वा? अग्रिमपरिच्छेदमपि पठतु महोदय, अनन्तरं वदतु. उपरितने क्रमे प्रथमं स्य, स्य प्रत्ययः आयाति, तदा एव ति आयाति. तत्र धातु ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते. वद् योगस्ति मध्ये स्य अस्ति, अतः बाधा अस्ति, व्यवधानम् अस्ति. धातुः तिङ्प्रत्ययं ति द्रष्टुं न शक्नोति. धातुः केवलं स्य पश्यति. धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरी शप् इत्यस्य प्रसक्तिः नास्ति. यदा हि ति दृश्यते तदा हि कर्तरी शप्, अतः मध्ये विकरणप्रत्ययः न आयाति. विकरणप्रत्ययः न विहितः इति कारणेन गणीयविचारः न अपेक्षितः. धातुः यस्मिन् कस्मिन् अपि गणे भवतु कार्यं समानम् एव. अतः आर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितं, किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति. पश्यन्तु रूपं कथम् अस्ति, वदिष्यति इति. अत्र मध्ये इकारः आगतः अस्ति, वद् योग इ योगिष्यति. यद्यपि आर्धधातुर्लकारेषु गणीयविचारः न अपेक्षितः, किन्तु इडागमस्य विचारः अपेक्षितः एव. सः विषयः अग्रे आयास्यति. इदानीम् उदाहरणत्वेन दत्तमस्ति आर्धधातुर्लकार उदाहरणमस्ति. अत्र लुट् लुट् विवक्षा अस्ति, लुट् लकारविवक्षा अस्ति. अत्र वद् योग लुट्, यदा लुट् लकारस्य विवक्षा अस्ति तदा वद् अनन्तरं स्य आगच्छति, अपि च तत् लुट् लकारः अस्ति. तदनन्तरं वद् योगस्य योगति, अत्र तु मिलितमस्ति, तत् वद् योग स्यति, स्यति भवति. अत्र किं भवति, तत्र वद् धातुः यः अस्ति सः ति ति कदापि न पश्यति, यथा मध्ये स्य आगच्छति. तत्कारणात् अत्र कर्तरी शपस्य प्रसक्तिः एव न अस्ति. अनन्तरं वद् योग इ योग स्यति, अत्र वद् धातु सेट् अस्ति, सति अपि सेट् अस्ति. तत्कारणात् इड् आगमः भवति, यथा वयं पूर्वं पठितवन्तः. वद् वद् योग इ योग स्यति, वदिष्यति. अत्र तु सकारस्य षत्वं भवति, मूर्धनि षकारः भवति, अनेन सूत्रेण तत् वदिष्यति. तत् सूत्रं वदामि वा भगिनि? न अपेक्षितं नास्ति. न अपेक्षितं महोदय, अत्र अस्मिन् वर्गे न वदिष्यति. उपरि अस्मिन् क्रमे प्रथमं स्य प्रति आयाति, तदा एव ति आयाति. तत्र धातुः वद् अपि च ति मध्ये स्य आयाति, तत् कारणात् धातु ति प्रत्ययः न दृश्यति. तत् बाधा अस्ति, स्य प्रत्ययः यदा मध्ये आगच्छति पूर्वं, तत् कारणात् तद् बाधा अस्ति, व्यवधानमस्ति, ति द्रष्टुं न शक्नोति धातु. तत् कारणात् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. यदि हि ति दृश्यते, यदा हि ति दृश्यते तदा हि कर्तरि शप्, यथा पूर्वं वयं दृष्टवन्तः लट् लकारे तत् वद् योग ति आगच्छति, साक्षात् वद् अनन्तरं ति आगच्छति. तं दृष्ट्वा तत् कर्तरि शप् प्रसक्तिः अस्ति. इदा अत्र तु यदा मध्यस्य प्रति आगच्छति, तत् कारणात् तत् कर्तरि शप् सूत्रस्य प्रसक्तिः न अस्ति. अतः मध्ये विकर्णप्रत्ययः न आयाति, विकर्णप्रत्ययः न विहितः इति. अत्र अस्मिन् सन्दर्भे तत् विकर्णप्रत्ययः न विहितः, तत् कारणात् तत् गणिविचारः न अपेक्षितः. कस्मिन् गणे धातुः भवति, भवादि भवति अथवा च दिवादि ज्योतादि अपि किमपि कस्मिन्नपि गणे भवतु, तत् यदि विकर्णप्रत्ययः न विहितः तत् कारणेन गणिविचारः न अपेक्षितः. धातु तत् समानम् एव कार्यं भवति. आर्द्रदातुकलकारेषु गणस्य ज्ञानं न अपेक्षितं, किन्तु आर्द्रदातुकलकारेषु अन्यत् कार्याणि सन्ति. तत् यथा अत्र इडागमः भवति, वद् सेट् भवति, अपि सति अपि सेट् अस्ति, तत् कारणात् तत् सकार आदौ अस्ति, तत् वल् प्रत्याहारे अस्ति, तत् कारणात् तत् सेट् अस्ति, तत् कारणात् इडागमः भवति. मध्ये वद् योग इ योगिष्यति वदिष्यति, तत्र निष्पन्नं भवति. उत्तमं महोदय, बहु उत्तमं, स्पष्टम् अस्ति, उत्तमं. तत्र यदा महोदय उक्तवान् तत्र वद्योगः लृट् इति उदाहरणं स्वीकुर्मः, साक्षात् न दृश्यते इत्युक्ते वद् ति इति प्रत्ययः तत्र साक्षात् न दृश्यते. वद् तु लृट् दृश्यते, परन्तु अस्माकं विवक्षा तु ति इति प्रत्ययः किल. तत्र यदा वद्योगः लृट् इति प्रथमसोपानम्, अनन्तरं यदा लृट् इति प्रत्ययः अस्ति इति कारणेन स्य इति प्रत्ययः मध्ये आगच्छति. वद् लृट् योः मध्ये स्य इति प्रत्ययः आगच्छति, लकारनिमित्तिकप्रत्ययः स्य इति. लृट् इति कारणेन एव स्य इति प्रत्ययः तत्र आगच्छति. इदानीं किं भवति? इदानीं लृट् स्थाने ति इति प्रत्ययः आगच्छति. वद् योगः स्य योगः ति. ति वद् ति इत्यनयोः मध्ये व्यवधानम् अस्ति, बाधा अस्ति स्य इति प्रत्ययः. अतः कर्तरि शप् इति प्रत्ययः यद् तत्र आगन्तुम् उत्सुकः अस्ति, तद् न आगच्छति. तत्र आगत्य पश्यति स्य इति प्रत्ययः मध्ये अस्ति, वद् साक्षात् ति इति प्रत्ययं न पश्यति इति तत् कर्तरि शप् इति सूत्रं तद् पश्यति. इदानीं स्य इति प्रत्ययः तिङ् वा षित् वा नास्ति, अतः सार्वधातुकप्रत्ययः नास्ति, तत्तु आर्धधातुकप्रत्ययः. अतः कर्तरीश पुनः गच्छति, इदानीं मम कार्यम् अत्र नास्ति इति कृत्वा तद् अत्र कार्यं न करोति. वद्योगः स्यति, अनन्तरं यदा महोदय उक्तवान् इडागमविचारः, अनन्तरं वदिष्यति इति सकारस्य स्थाने मूर्धन्यशकारः आदेशः भूत्वा वदिष्यति इति रूपम् आगच्छति. साक्षात् न दृश्यते इत्युक्ते किमपि बाधा मध्ये आगच्छति. बद् ति इति अनयोः मध्ये एव किं साक्षात् न दृश्यते वद् लृट् पश्यति परन्तु वद् ती न पश्यति किमर्थं न पश्यति किमर्थम् इत्युक्ते लृट् स्थाने स्य इति नूतनप्रत्ययः आगच्छति इति कारणेन न पश्यति अतः तत्तु लृट् तु आर्धधातुकलकारे स्थापितम् अस्ति मातृभिः एतत् क्रमचिन्तनं मातृभिः पाठे एव भवति अन्यत्र कुत्रापि पश्यति चेत् एतादृशक्रमः तत्र न आगच्छति तत्र तु तिङ्गा ती इति प्रत्ययः आगत्य भिन्नरूपेण वदिष्यति इति रूपं निष्पन्नं भवति तत्र किमर्थम् इत्युक्ते तत्र सार्वधातुकलकारः आर्धधातुकलकारः इति चिन्तनमेव नास्ति अत्र एव यदा मातुभिः पाठे एव तस्य वैशिष्ट्यम् अस्ति अतः एव तादृशं चिन्तनं तत्र एव स्य इति प्रत्ययः अन्यत्रापि आगच्छति परन्तु एतादृशक्रमेण न आगच्छति अतः भ्रमः मा भवतु इति एव अहं वदामि वदिष्यति इति रूपं सर्वत्र एतादृशक्रमेण एव आगच्छति इति न वदामि पश्यतु अन्यत्र अपि गत्वा परन्तु तत्र स्य इति विकरणप्रत्ययः अनन्तरम् आगच्छति पूर्वं न यदा मातुभिः पाठे आगच्छति तादृशं तत्र न आगच्छति एतत् सौलभ्यं भवति एतत् सारल्यम् अस्ति किमर्थम् इत्युक्ते वयम् अवगन्तुं शक्नुमः साक्षात् न दृश्यते ती इति प्रत्ययः सर्वत्र स्य इति लृट् मध्ये स्य इति आगच्छति इति वयम् अवगन्तुं शक्नुमः अनन्तरं यदा अन्यत्र अपि यदा भुआदिगणे पठिष्यति इति रूपं वा अदादिगणे भविष्यति इति रूपम् इति तादृश पाटर्न् इति वदामः किल तद् साधयितुं शक्नुमः अवगच्छति वा प्रश्नः अस्ति वा अत्र रघुपतिमहोदय किमपि न अवगतं वा कुत्र न अवगतम् इति वदतु महोदय अवगतम् एव अस्तु सम्यक् अवगतमेव सम्यक् चिन्तयामि इडागमः त्यजतु महोदय इदानीम् इडागमः चिन्तनं चिन्ता मास्तु तद् वयं पूर्णतया अग्रे कुर्मः यदत् साक्षात् दृश्यते न दृश्यते इति भागः एव मुख्यम् अस्ति एतत् स्पष्टं भवति चेत् सम्यक् किमर्थं साक्षात् दृश्यते किमर्थं न दृश्यते इति तत्र एव बहुभिः भ्रमः जायते अवगतं सम्यक् आम् विजया भगिनी भगिनी मात्रा इति प्रयोगं भवत्या न कृतं तत्र भवत्या मातृभिः इति भवत्या कृतम् इत्युक्ते मर्यादानिमित्तेन मर्यादानिमित्तेन आम् धन्यवादः ज्येष्ठा अस्ति इति कृत्वा मातृभिः आम् मातृभिः एव आम् अस्तु अग्रे सरामः वा अस्तु कस्य क्रमः इदानीं माला भगिनी आं भगिनी श्रूयते वा आम् अस्तु भवती अवगतवती वा किमपि प्रश्नः अद्य न पृष्टवती भगिनी अहं किञ्चित् श्रुतवती किञ्चित् न श्रुतवती परन्तु ओवराल् ब्राड् अण्डर्स्टाण्डिङ्ग् अस्ति अवगमनम् अस्तु अस्तु अस्तु चिन्ता मास्तु कालानन्तरं गमनीयं भवति अतः अहं शीघ्रं पठामि सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गं भवति तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम् अस्मिन् पाठे सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति अङ्गम् अदन्तं केषु गणेषु भ्वादिगणे दिवादिगणे तुदादिगणे चुरादिगणे च यतः एषां चतुर्णां गणानाम् अङ्गम् अदन्तम् अतः एषां सिद्धतिङ्प्रत्ययाः समानाः अस्य पाठस्य तृतीयाध्याये चतुर्थ अध्याये च एते सिद्ध तिङ् प्रत्ययाः निष्पन्नाः भवन्ति. अदन्तम् अङ्गं योगः सिद्ध तिङ् प्रत्ययः तिङन्तपदं क्रियापदम् इति यथा यथा वद् योगः शप् वद् योगः अ वद् वद इति अदन्तम् अङ्गम् तिप् पकारस्य इत्संज्ञा लोपश्च टि इति सिद्ध तिङ् प्रत्ययः वद् वद योगः टि वदति इति तिङन्तपदम् तथैव वद योगः तः वदतः वद योगः अन्ति वदन्ति इति आहत्य भ्वादिगणे दिवादिगणे सुदादिगणे चुरादिगणे च 1700 धातवः सन्ति. एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट् लोट् लङ् विधिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते. अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्. अस्तु सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गं भवति. यथा तिङ् प्रत्ययः निमित्तीकृत्य वदामः चेत् धातुविकरणयोः अङ्गं भवति. तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तं वयं पूर्वं दृष्टवन्तः. अ इति अन्ते आगच्छति चेत् अङ्गस्य अन्ते अकारः श्रूयते चेत् तद् अदन्तम् इति उच्यते. नास्ति चेत् अनदन्तम्. अस्मिन् पाठे सार्वधातुकलकाराः परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति. अत्र वयं केवलं येषां धातूनां अन्ते अकारः श्रूयते तेषां तस्मिन् विषये एव वयम् अद्य पठामः. अङ्गम् अदन्तं केषु गणेषु भवति इति प्रश्ने कृते भ्वादिगणे दिवादिगणे तुदादिगणे चुरादिगणे च अत्र चतुर्णां गणानां विषये वयं जानीमः अन्ते अकारः श्रूयते. यतः एषां चतुर्णां गणानाम् अङ्गम् अदन्तम् अतः एषां सिद्धतिङ् प्रत्ययाः समानाः. सर्वेपि अदन्तधातवः सन्ति अतः तेषां सिद्धतिङ् प्रत्ययाः समानाः. तत् किं भवति भगिनि? सिद्धतिङ् प्रत्ययः इत्युक्ते मूलप्रत्ययः अस्ति. मूलप्रत्ययात् वयं नूतनप्रत्ययः साधयामः तदेव सिद्धतिङ् प्रत्ययः. यदा तिप् इति मूलप्रत्ययः अस्ति, तिप् इति लट् लकारस्य तु ति एव अवशिष्यते किल, पकारस्य तु हलन्त्यम् इति सूत्रेण लोपः, अतः ति एव अवशिष्यते. ति इति सिद्धतिङ् प्रत्ययः. अनन्तरं लोट् मध्ये अन्यप्रत्ययः आगच्छति, तु इति आगच्छति, तद् लोट् इत्यस्य सिद्धतिङ् प्रत्ययः. तर्हि एतेषु चतुर्षु गणेषु समानतिङ् सिद्धतिङ् प्रत्ययाः सिद्ध्यन्ति. अस्य पाठस्य तृतीयाध्याये चतुर्थ अध्याये च एते सिद्धतिङ् प्रत्ययाः निष्पन्नाः भवन्ति. वयम् अग्रे पठामः इति उच्यते वा? आम् आम् आम्. अदन्तम् अङ्गं योगः सिद्धतिङ् प्रत्ययाः तिङन्तपदम्. अङ्गस्य अदन्तम् अङ्गं स्वीकुर्मः तत्र सिद्धतिङ् प्रत्ययस्य योजनेन तिङन्तपदम् इति क्रियापदं निष्पद्यते. यथा वद् योगः शप् किं भवति? वद् योगः अ, शकारपकारयोः लोपानन्तरम् अकारः एव अवशिष्यते. वद् योगः अ वद इति अदन्तम् अङ्गं निष्पद्यते. तिप् पकारस्य इत्संज्ञा लोपश्च तदेव अहम् उक्तवती. वदति इति तत्र अङ्गस्य अङ्गे तद् अङ्गेन सह तिङ् प्रत्ययः योजयामः चेत् वद योगः ति इति भवति. वदति इति तिङन्तपदं निष्पन्नं भवति. तथैव वद योगः तः वदतः. ति इत्यस्मिन् अपेक्षया तः योजयामः चेत् वदतः इति भवति. वद योगः अन्ति इति प्रत्ययः योजयामः चेत् वदन्ति इति भवति. लट्लकारे प्रथमपुरुषे ति तः अन्ति इति भवति. वदति वदतः वदन्ति. आहत्य भ्वादिगणे दिवादिगणे तुदादिगणे चुरादिगणे च 1700 धातवः सन्ति. अस्तु. एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट् लोट् लङ् विदिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते. कण्ठस्थीकरणं करणस्य आवश्यकता नास्ति इति उच्यते. एतस्य अवगमनं भवति चेत् एतेषां 1700 धातूनां तिङन्तरूपाणि अस्माभिः ज्ञास्यन्ते इति उच्यते. अत्र अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्. आम् सत्यम्. अस्तु तावदेव खलु. आम् आम् भगिनि धन्यवादः. यत्र यदा वयम् अङ्गं आम् वदतु भगिनि. कण्ठस्थीकरणम् अपि अस्ति चेत् अपि वयं न कुर्मः. न कर्तुं शक्यते. पूर्वतनकाले कृतवन्तः भगिनि. पूर्वतनकाले धातुपाठस्य कण्ठस्थीकरणमेव प्रथम अभ्यासः. अनन्तरमेव कथं निष्पन्नं सर्वं पाठितवन्तः. 1700 किमर्थं 100 अपि न कर्तुं शक्नुमः भगिनि. तत्र तत्तु बहु क्लेशः भवति. यदा प्रक्रिया जानीमः चेत् तत्र वयमेव तस्य रूपनिष्पन्नं कर्तुं शक्नुमः. तत्र किं मातुः पाठस्य वैलक्षण्यम् इत्युक्ते, एकवारं यदा अङ्गं निष्पन्नं भवति चेत् अनन्तरं वयं प्रत्ययः योजयितुं शक्नुमः चतुर्षु लकारेषु. अनन्तरं तदेव वद इति अङ्गं स्वीकृत्य तत्र तु वयम् इदानीमेव दृष्टवन्तः आर्धधातुकप्रत्यये तत्र गणस्य किमपि चिन्ता नास्ति इति. अङ्गं तु अस्माकं पार्श्वे वद इति अस्ति. अनन्तरं तद् आर्धधातुकप्रत्ययम् अपि योजयितुं शक्नुमः. तत्र सुलभतया अवगन्तुमपि शक्नुमः कथं भवति, कथम् एतत् भवति इति. तदेव आम् क्रमः एव आम् क्रमः अवगच्छति. आम् अवगच्छति चेदेव पर्याप्तं. यदा कोऽपि परीक्षां लिखति तेषां कृते प्रायः कण्ठस्थीकरणस्य आवश्यकं भवति. परन्तु ये अवगमनाय पठति तेषां कृते एतद् न आवश्यकम्. अस्तु अमित्रा महोदय समापयति वा अग्रिमपरिच्छेदम्. एवञ्च दीक्षितपुष्पायाः पाणिनीयधातुपाठः अत्यन्तं शक्तिशाली. कश्चन बोध अस्ति चेत् बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः. अग्रे अङ्गं कथं निष्पद्यते, तिङ्प्रत्ययः कथं साधनीयः, अपि च अङ्गतिङ्गप्रत्ययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः. तावदेव अस्ति. तत्र अग्रिमपाठः तु वयम् अग्रिमसप्ताहे कुर्मः. अष्टाध्यायाः समग्रदृष्टिः इति अग्रिमपाठः अस्ति. तस्मिन् समये अस्माकम् एतद् अष्टाध्यायी सूत्रपाठः इति पुस्तकस्य आवश्यकता अस्ति अग्रिमसप्ताहे. तत्र कस्मिन् अध्याये कः किम् आगच्छति इति सर्वम्, अनन्तरं प्रक्रिया इत्युक्ते किं, प्रकरणम् इत्युक्ते किं, वयम् इत्संज्ञाप्रकरणं दृष्टवन्तः, णत्वप्रकरणं दृष्टवन्तः, प्रक्रियाप्रकरणयोः भेदः कः इति अग्रिमपाठे अस्ति. अनन्तरं वयम् एतदपि पश्यामः कस्मिन् अध्याये कः अस्ति इत्युक्ते, प्रथम अध्याये साधारणतया संज्ञासूत्राणि सर्वाणि सन्ति, अतः तादृशं कुत्र किम् अस्ति इति अपि पश्यामः. अतः एतद् पुस्तकम् आनेतव्यम् अग्रिमसप्ताहे. अहम् अद्य अपि किञ्चित् गृहपाठरूपेण प्रेषयामि. ये गतसप्ताहस्य गृहपाठं न कृतवन्तः तदपि करोतु, एतद् गृहपाठमपि कृत्वा प्रेषयतु, अहं पुनः उत्तरमपि दास्यामि दोषः अस्ति चेत्. अस्तु भगिनि, अत्र सार्वदात्तक इत्युक्ते तिङ्क्षित् सार्वदात्तकम् एव न, तदेव न एतत्? आम् आम् आम् गृहपाठं वा? हा, गृहपाठम्. आम् आम् आम् तदेव. तिङ्क्षित् तिङ् अस्ति वा? आम्, एकः एव. आम् आम् तावदेव. सर्व किमपि अन्यत् नास्ति. अहं सरलतया वे प्रेषयामि. अहं जानामि सर्वे वर्क् मध्ये अस्ति इति, अतः किञ्चित् चिन्तनार्थमेव. अस्तु, समापयामः वा अद्य? आं भगिनि, धन्यवादः. धन्यवादः.